नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुट् लकारः द्वितीयभागः, तस्य अन्तिमभागे स्मः। गतसप्ताहे वयं सनन्तधातूनां लुट् लकारस्य रूपसिद्धिपर्यन्तं दृष्टवन्तः। तत्र अतोलोपः इत्यस्य कार्यं, जिगमिष् योगः इता, अदत्त अङ्गस्य ह्रस्व अकारलोपः भवति अकारादि आर्धधातुकप्रत्यये परे, जगमिष् योगहयिता, जिगमिष् योगहयिता, जिगमिषिता इति रूपं। तस्मात् अनन्तरं पठनीयं, तत् पठामः अद्य। अरुणा भगिनी पठति वा? यङन्तधातूनां लुट् लकारस्य रूपसिद्धिः षष्टबिन्दु। अरुणा भगिनी, श्रूयते खलु? आम्, सम्यक् एव श्रूयते खलु? अस्तु, आं भगिनि, आं भगिनि, आम् भवती एव पठतु अरुणा भगिनी। इण्टर्नेट् क्षम्यतां भगिनि, करपत्रं न प्राप्तम्। षष्ट यङन्तधातूनां लुट् लकारस्य रूपसिद्धिः शेर् करोमि वा? तत् न न भगिनि, अस्तु भगिनि, प्राप्तं वा? नमस्ते महोदय, क्षम्यता। नास्ति चिन्ता महोदय, नमस्ते महोदय, पठतु महोदय। नास्ति चिन्ता महोदय, भवान् उद्घाटयतु। उषा भगिनी भवती पठति वा? यङन्तधातूनां लुट्लकारस्य रूपसिद्धिः। सर्वेषां यङन्तधातूनाम् अन्तिमवर्णः अकारः इत्युक्तौ सर्वे यङन्तधातवः अदन्ताः। यङ् प्रत्ययात् पूर्वं यः वर्णः सः अच् वर्णः चेत् लुट्लकारस्य रूपम् एवम्। यङ् प्रत्ययात् पूर्वं यः वर्णः सः अच् वर्णः चेत् लुट् लकारस्य रूपम् एवम्। तदर्थं लुट् लकारस्य विवक्षायां तास् प्रत्यये आर्धधातुके सति अतो लोपः इत्यस्य प्रसक्तिः च प्राप्तिः च भवति एव। तस्मात् यङन्तधातोः अन्ते यः अकारः तस्य लोपः, यङन्तधातुः च सदा अनेकाच् इति कृत्वा सर्वे यङन्तधातवः सेटः। एवं सति यङन्तधातूनां लुट् लकारस्य रूपसिद्धिमार्गः सर्वत्र समानः। अस्तु, सर्वेषां यङन्तधातूनाम् अन्तिमवर्णः अकारः, यङन्तधातु यकारः अन्तिमवर्णः अकारः, तस्य लुट् लकारस्य रूपं लुट् लकारः आर्धधातुकः, आर्धधातुके सति अतोलोपः इत्यस्य प्रसक्तिः भवति, अपि च प्राप्तिः अपि अस्ति। अतोलोपः अदन्त अकारः अन्तिम अकारः लोपः भवति। यङन्तधातोः अन्ते यः अकारः, अकारः एव श्रूयते, तस्य लोपः भवति। यङन्तधातुः च सदा अनेकाच् अस्ति, अनेकाच् अस्ति इति कृत्वा सर्वे यङन्तधातवः सेटः, तद्वयं जानीमः। एवं सति यङन्तधातूनां लुट् लकारस्य रूपसिद्धिमार्गः सर्वत्र समानः। अस्तु, इडागमः अपि च अतोलोपः। ओके, तद्यथा नेनीय, नेनीय इति यङन्तधातु, नेनीय योगः ईता, ता ईता ईडागमः नेनीययोगः ईता अतोलोपः इत्यनेन आदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुके प्रत्यये परे ता अथवा ईता आर्धधातुकप्रत्ययः तत्परः अस्ति चेत् अदन्त अङ्गस्य ह्रस्व अकारस्य लोपः भवति नेनीय योगः ईता नेनीयकारः नेनीयोगः ईता नेनीयिता इति भवति एवमेव लोलूययोगः ईता लोलूयित लोलूयिता लोलूयिता आम् भो भू भो भूय योगः इता भो भूयिता अस्तु भगिनि सो इडागमः यङन्तदातु अनेकाचस्ति इत्यनेन इडागमः अपि च अतोलोपः कार्यं द्वयमेव कर्तव्यं अन्यत् किमपि नास्ति अग्रे भगिनि यङ् प्रत्ययात् पूर्वं यः वर्णः सः हल् वर्णः चेत् यङ् प्रत्ययात् पूर्वं यः वर्णः सः हल् वर्णः चेत् लुट्लकारस्य रूपम् एवं यङ् प्रत्ययात् पूर्वं यः वर्णः सः हल् वर्णः चेत् लुट्लकारस्य रूपम् एवं यस्य हलः अतोलोपः 6448 यस्य हलः 6449 अस्तु हल् उत्तर य शब्दलोपः हल् उत्तर य शब्दलोपः भवति आर्धधातुकप्रत्यये परे अस्तु यस्य हलः हल् उत्तर य शब्दलोपः भवति आर्धधातुकप्रत्यये परे अनेन य इत्यस्य लोपः बोबिद्य इति अस्ति चेत् क्षम्यतां बेभिद्य इति यङन्तदातुः अस्ति चेत् हल् उत्तर य हल् दकारः अस्ति बेभिद् दकार अनन्तरं यकारः तस्य हल् उत्तर य शब्दलोपः भवति बेबिदित इता इति ईडागमः अपि अस्ति इता इति भवति बेबिदित तत्र यकारः तत्पूर्वं अच् वर्णः हल् हल् वर्णः न भगिनि नेनीय पूर्वं यत् वयं दृष्टवन्तः नेनीययोगः इता सो नेनीययोगः इता लो लूय योगकयिता भो भूय योगकयिता तत् अन्तिमवर्णम् अन्तिमवर्ण अकारः श्रूयते अत्र बे बिद्य यकार तत्पूर्वं हल् श्रूयते बे बिद् दकारः हल् बेबिदित ओके बा ब्रश्य योगः इता यस्य हलः इत्यनेन हल् उत्तर य शब्दलोपः भवति आर्धधातुकप्रत्यये परे बा भ्रश् योगः इता बा भ्रशित यकारलोपः भवति यतोहि यकारः हल् वर्णं पूर्वम् अस्ति ओके शकारः हल् वर्णः अस्ति इत्यनेन यस्य हलः बा भ्रशित एवमेव दन्त्रम्ययोगः इता यकारात् पूर्वं मकारः श्रूयते तथा यकारः लोपः भवति मकारः लोपः भवति मकारः लोपः भवति मकारः लोपः न यकारः यकारः लोपः आमां यकारः आमां बाब्रश्योगः इता बाब्रशिता यकारः लोपः भवति यस्य हलः यकारस्य लोपः भवति हलः अत्र पञ्चमी ऐ गेस् यस्य हलः परः यकार यकारः अस्ति तस्य यकारः तादृशयकारस्य लोपः ओके अत्र अपवादः अतो लोप इत्यस्य अपवादः अतो लोपः इत्यस्य अपवादः सत्यम् अथवा तस्य एव कार्यं भवति खलु अतो लोपः इत्यस्य दन्द्रम्य दन्द्रम्य दन्द्रम्ययोगः वारं गच्छति गत्यर्थकः द्रम् दन्द्रम्य गत्यर्थकः गत्यर्थकधातु वा so many gatyartaka dhatus but different different meanings bhagini arna inda dandramya yogah ita then yakara lopah bhavati yasya halah okay so dandramita changramya yogah ita हल् उत्तर यकारः लोपः भवति यस्य हलः चङ्क्रम्य चङ्क्रमित यकारलोप ले लिख्य ले यकारलोपः यकारलोपः सो यकार सो यकार अकार न य शब्दलोपः यकारलोपः न य शब्द अण्ड आकार अस्ति वा भगिनी द्वयमपि तदा एव वयं योजयितुं शक्नुमः खलु अकारः नास्ति अकार अपि लोपः भवति यकार अकार इत्यनेन य एव लोपः भवति अतो लोपः इत्यनेन अकारः लोपः भवति यस्य हलः इत्यनेन य शब्द एव न पूर्णतया केवलं य शब्द इति वदति यस्य हलः पश्यामः हल् उत्तर य शब्दलोपः भवति अत्र अनेन य इत्यस्य लोपः भवति इति दत्तं न यकार विद स्ट्रोक् विद विराम इस् नाट् विराम नास्ति अत्र न य शब्द इत्युक्ते यकार अकारलोपः भवति द्वयमपि लोप द्वयमपि by the rule of alontiasya of here to be elided and not here but the rule is evidently inapplicable here so alontiasya atra na karyam since the elision of a would have taken by the preceding rule the present rule therefore teaches the elision of a yeah or the word halaha may be considered as an ablative case ablative is the panchami is yeah that what I thought then by the first letter would be elided okay द्वयमपि द्वयमपि अतोलोपः इत्यस्य कार्यमेव नास्ति साक्षात् एतत् सूत्रमेव आगत्य य इति यकार अकार शब्दस्य आर्धधातुके लोपः भवति केवलं सो दन्द्रमित चङ्क्रमित ले लिखित पा पठिता वा वशिता ने निजिता वे विदिता मो मुदिता अस्तु आदेः एकनिमिषं भगिनि तत्र अलः इति पञ्चमी निर्देशः तत्र अल् उत्तर यः य शब्दः लोपः इति उच्यमाने आदेः परस्य इति वचनात् वा इति प्रश्नः यकारस्य एव अनेन लोपः भवति अकारस्य तु आल् अतोलोपः इत्यनेन तत्र एकः पक्षः वदति तादृशं न्यासः तत्र अकारस्य तु अतो लोपः इत्यनेन आदेःपरस्य इति वचनात् यकारस्य एव अनेन लोपः आदेःपरस्य कथम् अत्र आगच्छति पञ्चमी खलु पञ्चमी आदेः परस्य आदेः परस्य आदेः परस्य आदेः परस्य स्पष्ट अत्र अतो लोपः स्पष्टीकरणार्थम् अत्र आदित्य कार्यं करोति अत्र अपि अकारः एव लोपः इति स्पष्टीकरणार्थम् एतत् सूत्रम् आगत्य कार्यं चर्चा अभवत् अत्र पूर्वं वा एतत् विषये एव इदानीं वा लृट्लकारपाठे वा आम् आं भवति ओ समीचीनं तदेव अत्र लिखितमस्ति अतः पक्षद्वयमस्ति एकस्मिन् पक्षे द्वयमपि अयस्य हलः इति सूत्रेण न्यासः वदति आदे अतो लोपः इत्यनेन अकारलोपः यस्य अलः य शब्दस्य लोपः इति उच्यमाने आदेः परस्य इति वचनात् इति चिन्तनम् अग्रे यस्य हलः इति सूत्रस्य विवरणं दत्तं भगिनि अस्माकं करपत्रे अपि हल् उत्तरस्य य शब्दस्य लोपः भवति आददद् अत्र अतो लोपः इत्यस्मात् लोपः एव अनुवृत्तिः इति दत्तम् हलः पञ्चम्यन्तं हलः पञ्चम्यन्तं तदेव वयमपि यतः लृट्लकारपाठं प्रति गच्छामः तत्र चिन्तनं कुर्मः एतत् सम्यक् अस्ति किमर्थं तत्र एकस्मिन् सूत्रेण पूर्वसूत्रमेव अतो लोपः खलु सामान्यतः तत्र तादृश एव भवति खलु तत्र तत्र सामान्यसूत्रं भवति अस्य विशेष यस्य इति षष्टि अपि दत्तं खलु यस्य कस्य यस्य शब्दस्य य इत्यस्य षष्टि यस्य षष्टि यस्य हलः य इत्यस्य षष्टि रामस्य इव रामस्य तथा य शब्दस्य ूकाराकारस्य लोपः भवति इत्यपि वयं स्वीकर्तुं शक्य स्वीकर्तुं सम्यक् चिन्तनं सम्यक् तस्मिन् समये वयं पुनः तस्मिन् विषये चर्चयामः समीचीनं भगिनी धन्यवादः तत्र कृतं खलु सर्वाणि रूपाणि अस्तु आम् विजया भगिनी भवती पठति वा अत्र देयं यत् अस्तु महोदय नमस्कारः अत्र देयं यत् य शब्दस्य लोप अनन्तरम् उपन्तलघुपदस्य च इत्यनेन उपधायं लघु इक् गुणप्रसक्तिः भवति स्म परन्तु अथवा परस्मिन् पूर्वविधौ परनिमित्तिकः निमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये अथवा स्थाने यः आदेशः सः अजादेशः यस्य स्थाने आदेशः विधीयते सः स्थाने अजादेशः स्थानिवत् नाम यः आदेशः अतः स्थाने विहितः सः पुनः मूलः अस्ति इव स्थानिवत् भवति पूर्वविधौ नाम सा स्थितिः यथा स्थानिनः अथवा पूर्वस्थितस्य कार्यं विधीयते परस्मिन् विधीयते परस्मिन् इति निमित्तसप्तमी पूर्वविधौ इति विषयसप्तमी पूर्वस्य विधिः पूर्वविधिः षष्टि तत्पुरुषः तस्मै पूर्वविधौ अथः षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रं स्थानिवत् आदेशः अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अथः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ एतत् अत्र यदा भुगन्धलघुपदस्य इत्यनेन उपदायं स्थितस्य लुक् लघु इक् गुणः जायमानः तदा सा निमित्तं मत्वा अल्लोपः स्थानिवत् भवति अतः उपदागुणः न भवति न सम्भवति इति अत्र अस्ति एतदपि सम्बन्धः अस्ति यस्य अलः अल् उत्तरस्य यशब्दस्य लोपः भवति अर्धधातुकप्रत्यये परे यस्य षष्ट्यन्तं हलः पञ्चम्यन्तं द्विपदमिदं सूत्रम् अतौ लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य अधिक अर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अलः यस्य अङ्गस्य लोपः अर्धधातुके अत्र पूर्वमत्र पुगन्तलघुपदस्य च इति उपधायां लघु इक् गुरः भवितुम् अर्हति एव परन्तु अत्र अथव परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तक आजादेशः स्थानिवत् भवति अत्र अकारः विषये एव इदानीं पूर्वविधौ कर्तव्ये इत्यनेन अजादेशः अटकस्थाने अजादेशः भवति यस्य स्थाने आदेशः विधीयते सः स्थानि एव वयं जानीमः षष्ठि भवति अत्र अजादेशः स्थानिवत् नाम यः आदेशः अटकस्थाने विहितः सः पुनः मूलः अस्ति इव स्थानिवत् भवति पूर्वविधौ नाम सा स्थितिः यथा स्थानिनः अस्ति पूर्वस्थितस्य कार्यं विधीयते परस्मिन् इति निमित्तसप्तमे भवति अतः तत्र पूर्वं कार्यं भवति परे निमित्तं भवति पूर्वविधौ इति विषयसप्तमे अस्ति अतः तत्र पूर्वविधौ इत्यस्य पञ्चमी भवति विषयसप्तमी भवति परन्तु कार्यं परमेव भवति पूर्वस्य विधिः परविधिः अत्र कार्यं करोति इदानीमत्र स्थानिवत् आदेशः अनल्विधौ इत्यस्मात् स्थानिवत् भवति अत्र अतः तत्र यस्य अलः इति स्वीकुर्मः चेत् अत्र य इति शब्दस्य एव अत्र लोपः भवति अतो गुणे इत्यनेन इति कार्यं करोति तत् स्थाने यदा अचः मूलवत् भवति ततः तत्र तत् स्थाने पुगन्तलघुपदस्य च कार्यम् इति न भवति इति तत्र दत्तम् एतत् स्पष्टीकरणार्थम् एव अत्र आदेहे परस्य इत्यनेन अकारस्य एव लोपः भवति न पूर्णतया या इति शब्दस्य लोपः न भवति एतदेव तत्र दत्तं महोदय समीचीनं तद् एतद्वयं कत् धातुविषये पूर्वं दृष्टवन्तः खलु कथायोगः निच् तत्र तत्रापि अचो लोपः इत्यनेन यत् अकारलोपः जातः तत्र वयम् अथ उपादायाः इत्यस्य प्रसक्तिः अस्ति वा इति चर्चितवन्तः खलु तस्मिन् समये एतद् सूत्रमेव अचः परस्मिन् पूर्वविधौ अपिधौ इति सूत्र इति सूत्रस्य चर्चां कृतवन्तः अनल् आश्रितानां गुणधर्माणाम् आदेशे अतिदेशः विधीयते इति तत्र उक्तं परन्तु तत्र कुत्रचित् अहं तु तद् अष्टाध्यायी डाट् काम् सः पठन्ती अस्मि तत्र परन्तु प्रक्रियासु कुत्रचित् अल्लाश्रितगुणधर्मस्यापि आदेशे अतिदेशः इष्यते सो अत्र अतिदेशः इष्यते यदा कथायोगः णिच् इत्यस्मिन् स्थले वयं चिन्तयामः चेत् तदर्थम् आचार्येण प्रकृतसूत्रं रचितमस्ति परनिमित्तिकः अजादेशः पूर्वस्मिन् विधौ कर्तव्ये स्थानिवत् भवति अतः एवम् अस्ति यत्र परनिमित्तस्य आधारेण अच्वर्णस्य स्थाने कश्चन आदेशः लोपः वा इत्युक्ते कथयोगः णिच् इत्यत्र अतो लोपः इत्यनेन अकारलोपः कत्योगः णिच् अस्माकं स्थले किम् आसीत् तत्रापि यस्य हलः अतो लोपः तत्र मोमुद् योगः इता इति स्थितिः मोमुद् योगः इता तदा एव उपादायाम् उकारः अस्ति सुगन्धलघुपदस्य च इत्यस्य प्रसक्तिः खलु तदा चिन्तनमस्ति अचः परस्मिन् पूर्वविधौ इत्यनेन तत्र स्थानिनः पूर्वं विद्यमानस्य पदार्थस्य कार्ये कर्तव्ये स्थानिनः अल् गुणधर्मः आदेशे अपि अतिदिश्यते सो अत्र यकारलोपः यकारन यशब्दस्य लोपः जातः अतः उपधायाम् इदानीम् उकारः अस्ति, तस्य तु अचपरस्मिन् पूर्वविधौ इत्यनेन तास् प्रत्ययः इति मत्वा तत्र गुणादेशः न भवति इति उक्तम्. उपधायां स्थितस्य लघु इकः गुणः जायमानः तदा तास् निमित्तम् इति मत्वा अल्लोपः स्थानिवत् भवति. इत्युक्ते यद् अकारः लोपः जातः तत् स्थानिवत् भवति. अतः इदानीम् उपधायामपि य एव दृश्यते, अतः उपधागुणः न स्तम्भवति. अवगतं वा? अचपरस्मिन् पूर्वविधौ भगिनी पुनरेकवारं वदतु भगिनी. अचपरस्मिन् पूर्वविधौ ओके परनिमित्तिक अजादेशः स्थानिवत् भवति. पूर्वविधौ कथयोगः समीचीनं. तत्र कथयोगः निचि इत्यत्र तत्र अकारस्य लोपः अतो लोपः इत्यनेन भवति, ककारोत्तरवर्ति अकारस्य. समीचीनम्. अत्र अत्रापि मोमुद् अन्तिम उदाहरणम् अहं स्वीकृतवती. मोमुद्य योगः इता, तत्रापि या पूर्णतया यकार अकारः सूत्रद्वयं वा एकं वा किमपि यस्य हलः इत्यनेन लोपः भवति. यदा तत्र लोपः भवति तदा एव उकारः उपधायाम् अस्ति खलु. तस्मात् पूर्वं तु यकारः एव आसीत्. सो इदानीं वयं तु तत्र गुणः न इच्छामः. अतः तत्र वयम् अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् कर्तव्ये इति, तत्र यकारः एव तास् इति प्रत्ययः अस्ति इति मत्वा तत्र यकारः यकारोत्तरवर्ति अकारः तस्य लोपः भूत्वा अपि यकारः एव तत्र उपधायाम् अस्ति इति स्वीकुर्मः. इति स्वीकुर्मः. यदा कतयोगः निच् कथायोगः निच् इत्यत्र यतोपि तत्र अर्थोलोपः इत्यनेन अकारलोपः जातः, तदापि वयम् अथ उपधायाः इत्यस्य कार्यं न भवति. तत्रापि तकारः तकारस्य लोपः न कृतं, तादृशं तानिवत् वयं स्वीकुर्मः खलु. तदा तादृशम् अत्रापि. तत्र महोदय तत्र पर्णनिमित्तिक अजादेश इति उक्तं, तर्हि वयं यस्य हलः इत्यस्मिन् य शब्दस्य स्वीकुर्मः चेत् पर्णनिमित्तिक अजादेश इति न वक्तुं शक्यते. अतः न्यासस्य तदा एव आश्रयं भवति. सत्यं सत्यं तदेव सत्यं. अजादेश पर्णनिमित्तिक अजादेश एव स्यात्. य शब्दः अजादेश नास्ति, हल् अपि अस्ति, अज् अपि अस्ति. सत्यं सत्यं तदेव तदेव विजयाभगिन्या तदेव उक्तम्. अतः एव वयम् अस्य यस्य हलः अतोलोपः द्वयमपि स्वीकर्तव्यम् इति. अतोलोपः इत्यनेन अच्वर्णस्य यदा कथायोगः निच् विषये अतोलोपः तदा भवति. अच्वर्णस्य आदेशः कृतः अस्ति, यतः अत्र आकारस्य स्थाने लोपः आदेशरूपेण विधीयते. अस्य आदेशस्य निमित्तं तस्मात् अनन्तरं विद्यमानः आर्धधातुकप्रत्ययः निच् प्रत्ययः परनिमित्तम्. अतः अत्र परनिमित्तं तदेव भवति. अस्माकं परनिमित्तं किं? सत्यं. कथा इत्यस्य विषये ककारोत्तरस्य अकारस्य उपधात्वं दृष्ट्वा तत्र अत उपधायाः इत्यनेन वृद्धि आदेशः प्राप्नोति. अस्माकं कृते तत्र उपधायाम् उकारः दृष्ट्वा पुगन्तलघुपदस्य इति गुण आदेशः प्राप्नोति. अयम् आदेशः लुप्त अच्वर्णात् पूर्वं विद्यमानस्य वर्णस्य विषये प्राप्नोति, अतः अत्र पूर्वविधिः अपि विद्यते. किञ्चित् क्लिष्टकरमेव तद्. वयं बहुवारं तद् न दृष्टवन्तः. कथायोगः केवलम् एकस्मिन् सन्दर्भे एव पठितवन्तः कथायोगः निश्चिति. अधिकं तस्य अप्लिकेशन् न कृतवन्तः. अतः एव तत्र तत्र मदपरस्य पुरौढु इति निलेशमहोदयस्य विवरणमस्ति यद् अस्माभिः पठितम् अस्माकं करपत्रे किञ्चित् भिन्नमासीत् एवं वा ओ तत्र अला तत्र पञ्चविधस्य अला किमस्ति तत्र भिन्नभिन्न उदाहरणानि तत्र अहं चिन्तितवान् अनन्तरं तत्र निलेशमहोदयस्य एव समीचीनम् इति सुलभं भवति अवगन्तुम् सत्यम् उदाहरणं तु प्रदर्शितं लुङ्गुलकारस्य एकम् उदाहरणं निच्चि इत्यस्य उदाहरणम् पञ्चसूत्राणि चत्वारि सूत्राणि सन्ति खलु चत्वारि अपि एकस्मिन् एव समये पठितव्यानि वयं तु भिन्नभिन्न सन्दर्भेषु पठितवन्तः अतः एव भ्रमः अस्ति स्थानिवद्भावप्रकरणम् इति तत्र स्थानिवत् आदेशो अनल्विदवारभ्य द्विर्वचने चि तद् वयं तु न एव प्रायः एकवारं पठितवन्तः इति चिन्तयामि तद् अलविधिः अल्विधिः तत्र अलिविधिः इति वयं दृष्टवन्तः आं तद् एकवारं दृष्टवन्तः परन्तु द्विर्वचने अचि द्विर्वचने चि दृष्टवन्तः वा पूर्वं न इति चिन्तयामि न न न चद्विवचने अपि पठितं भगिनि एवं वा पूर्वं पठितं वा आं भगिनि स्मरा all four of them that long sutra api tad long sutra mama manasi nasti eva vem drishtavantah bagini paran so atra kartavye dvitve kartavye kartavye suganta lagu padasya cha purva vidau ajadeshah sthanivat bhavati ajadeshah atra yasya ityasya lopah so तत् लोपः स्थानिवद् भवति स्थानिबा स्थानि इव द्रष्टव्यम् इति सत्यं सत्यं यदा लोपः न जातः तादृशं द्रष्टव्यम् तदा एव तत्र गुणकार्यं न भवति प्रायः वयम् एतद् अग्रिमसप्ताहे चत्वारि सूत्राणि अपि एकवारं पश्यामः अहमपि एकवारं पठितव्यं स्थानिवद्भावप्रकरणम् इति चत्वारि सूत्राणि सन्ति एकवारं पूर्णतया पश्यामः अग्रे सरामः धन्यवादः महोदय भवान् यङ्लुगन्तानां यङ्लुगन्तानां लुट्लकारशिल्पशक्तिः आकारान्तधातुः दादा युगयित तथा दादित इति आकारस्य लोपः भवति आकारस्य लोपः इति परे इति अर्थः लोपः इति च अस्ति दर्शासन् अतो लोपः इति च खलु तत्र दादिता इति दादिता ईकारान्तः सोष्ठी योगयिता अत्र गुणः भवति शास्त्रादेशेन सोष्ठे अनन्तरम् अयादे च सोष्ठयिता उकारान्तस्य तत्रापि अवादेशः गुणः भूत्वा भो भो भविता भो भो भो भविता इति यचो यान्तवन्तः चर्कृ योगयिता अत्रापि गुणः अनन्तरं वर्णमेलं चर्करिता पातृ योगयिता तृ धातुः अस्ति अत्रापि गुणः वर्णमेलनं तातरिता इति शशाक योगयिता केवलं वर्णमेलनं शसल् शासकिता ले लिक् योगयिता ले लिखिता अत्र ले ले लिक् इद् पददातु खलु ले लिक् अत्र अनन्तरं तत्र ले गुणः भवति पुगन्तलकृते ले लिखिता ले लेखिता इति क्षम्यता ले लेखिता मोमुद् योगयिता तत्र मोमोदिता अत्र भवति अत्र किमपि नास्ति खलु तादृश अच परस्मिन् इति नास्ति मोमुदिता वरीवर्तिता इति तत्रापि गुणः अनन्तरं अवशिष्टधातूनां किमपि कार्यं नास्ति. बाबन्ध् इति किमपि नास्ति अत्र. बाबन्धिता बाबन्धि बाबन्धिता अस्ति. पठतु महोदय समापय. क्यच् क्यङ्ग् प्रत्ययन्तधातूनां लुट्लकाररूपसिद्धिः तत्र वयं दृष्टवन्तः पूर्वं. क्यस्य विभाषा तत्र क्य इत्युक्ते क्यच् अपि क्यङ्ग् इत्यस्य ग्रहणं भवति. क्षमतां त्रयाणां क्यच् क्यश् क्यङ्ग् इति. अतः समिध्य इत्यनेन तत्र विकल्पेन तत्र यकारलोपः भवति. विभाषा इति इत्युक्ते तत्र यस्य विभाषा क्षम्यतां यस्य हलः अपि च यस्य हलः समिध्य इति अस्ति. यस्य हलः इति सूत्रेण तत्र समिधिता इति भवति खलु. अथवा समि क्षम्यतां यस्य विभाषा इत्यनेन समिधिता समिधिता इति क्षम्यताम् अनेन एव विकल्पेन यः शब्दः लोपः भवति अनेन सूत्रेण. अस्तु अस्तु यस्य हलः इत्येवम् लुट्लकारस्य रूपसिद्धिः समाप्ता. समेदिता समिधिता सत्यम्. अस्तु अग्रिमं प्रति गच्छामः वा? अरुणा भगिनी पठति वा अग्रिमकरपत्रम्? तदेव आर्धधातुकप्रक्रिया. आर्धधातुकप्रक्रिया इत्युक्ते न केवलम् आर्धधातुक तिङन्तरूपसिद्धिः अपि तु आर्धधातुक कृदन्तरूपसिद्धिः अपि. अनयोः रूपसिद्धौ प्रक्रियासाम्यं वर्तते. धातुभ्यः विधीयमानमानाः प्रत्ययाः द्विविधाः तिङ् कृच्च. अनयोः मध्ये प्रक्रियादृष्ट्या कोऽपि भेदः नास्ति. कृतः क्षेत्रे प्रातिपदिकनिष्पन्यानन्तरं सुप्रत्ययानां विधानं तु नूतनप्रक्रिया सुबन्तप्रक्रिया इति. तत्र च तादृशविभजनं नास्ति आर्धधातुकसार्वधातुकयोः. आर्धधातुकसार्वधातुकयोः विभजने केवलं यत्र धातुतः साक्षात् प्रत्ययविधानं भवति तत्र च आर्धधातुकप्रक्रिया वा भवतु सार्वधातुकप्रक्रिया वा भवतु उभयत्र प्रक्रिया एका एव. तद्यन्तरे पुनः तिङन्तप्रक्रिया वा कृदन्तप्रक्रिया वा तादृशं किमपि विभजनं नास्ति. आर्धधातुकप्रक्रिया एका एव एवमेव सार्वधातुकप्रक्रिया एका एव. ओके आर्धधातुकप्रक्रिया केवलं तिङन्त विषये अपि नास्ति परन्तु आर्धधातुक कृदन्त रूपसिद्धिः अपि आर्धधातुकप्रक्रिया वर्तते. अनयोः तिङन्त आर्धधातुकतिङन्तरूपसिद्धि आर्धधातुककृदन्तसिद्धिः प्रक्रिया साम्यं वर्तते. वयं जानीमः धातुकः विधीन प्रत्ययः द्विविधाः विधीयते. एकमस्ति तिङ् अन्यस्ति कृत् प्रत्ययः. अनयोः मध्ये प्रक्रियादृष्ट्या कोऽपि अत्र कोऽपि न भेदः अस्ति. तिङ् वा कृत् प्रत्यये परे भवति चेत् कोऽपि भेदः प्रक्रिया नास्ति भेदः नास्ति. कुक्षेत्रे कृत् प्रत्यय आर्धधातुकप्रत्ययविधीन अनन्तरं प्रातिपदिकनिष्पन्नं भवति. तदनन्तरं सुप्रत्ययस्य विधानं तु अनूतनप्रक्रिया सुबन्धप्रक्रिया इति नामस्ति, तदेव करणीयं. तत्र च तत्र च धातु तादृशविभजनं नास्ति आर्धधातुका स्वार्धधातुकयोः. ओके, केवलं कृत् प्रत्ययः अस्ति चेत् अत्र भेदम् अस्ति, परन्तु स्वार्धधातुक आर्धधातुकयोः भेदः नास्ति, विभजनं नास्ति. केवलं धातुतः साक्षात् प्रत्ययविधानं भवति. अत्र आर्धधातुकप्रक्रिया वा सार्वधातुकप्रत्यय वा अस्ति चेत् प्रक्रिया एकमेव, एका एव प्रक्रिया इति श्रीलिङ्गशब्दः. ओके, एक एव कृदन्तप्रक्रिया अपि अत्र कृदन्तप्रक्रियाणां तादृशं किमपि विभजनं नास्ति. ओके, ओन्लि क्षम्यतां, केवलम् अर्धधातुक सार्वधातुक तिङन्त रूपसिद्धिसमये प्रक्रिया विभजनमस्ति, परन्तु कृत् प्रत्ययविषये नास्ति. तदेव भगिनि, सत्यं, तत्र तिङन्तप्रक्रिया कृदन्तप्रक्रिया इति तत्र प्रक्रियायां वयं भेदः न पृच्छामः खलु, तद् समानमेव भवति, एका एव भवति. आर्धधातुक सार्वधातुक इति एव वदामः, न तु तिङन्तप्रक्रिया कृदन्तप्रक्रिया इति तु न वदामः खलु. कृदन्तं वयं पूर्वमेकं दृष्टवन्तः वा न खलु? प्रथमं दृष्टवन्तः खलु, शत्रुशानचि दृष्टवन्तः. तद् तु वयं सुबन्तप्रक्रिया स्वीकृत्य तद् तादृशं, परन्तु तव तु तद् दृष्टवन्तः, अन्यत् किमपि न खलु, एतदेव प्रथमवारं. शत्रन्तशत्रुषाणचेकम्, आं सत्यं, प्रेरणार्थे निश्च अनन्तरम् आगतम्. एतदेव प्रथमवारं सव्यतृमोक्षु. अतः तत्र प्रक्रियायां केवलं सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया इत्येव अस्ति अस्ति, न तु तिङन्तप्रक्रिया कृदन्तप्रक्रिया, कृदन्तस्य कृते भिन्नतया प्रक्रिया इति किमपि नास्ति इति वयं मिलित्वा पठितवन्तः खलु, कृत्प्रत्ययस्य सार्वधातुकप्रक्रियां पठितवन्तः शत्रुशान. तदेव तत्रापि इदानीं कृत् प्रत्ययः अपि सार्वधातुकः आर्धधातुकश्च इति एकं करपत्रम् आसीत् बहु पूर्वं सिक्स्. समीचीनम् अस्तु, भगिनी अग्रिमपरिच्छेदः पठति वा? आर्धधातुकप्रक्रियायां किं किं भवति? आर्धधातुक प्रक्रियायां किं किं भवति इति जानीमः, इदागमचिन्तनम् अवश्यं करणीयं. तदर्थं च ज्ञातव्यं यत् धातुः सेट् अनेट् अथवा वेट्, पुनः प्रत्ययः इदनुकूलः न वा इति. धातुगुणचिन्तनम् आर्धधातुकप्रक्रियाणाम् अनावश्यकम्. पूर्वम् अनित्तादयः आर्धधातुकप्रत्ययः केचन पठितः, यथा निच् प्रत्ययः वलादि नास्ति इति कारणतः इदनुकूलो नास्ति. एवमेव केचन यकारादि आर्धधातुकप्रत्ययः अपि दृष्टाः, तत्रापि वलादित्व अभावात् अनित् अनुकूल्यं. यथा कर्मणि प्रयोगे यक् प्रत्ययः, पुनः परस्मैपदे आशीर्लिङ्ग् लकारे अनितादिषु अन्यतमः. अत्र यासुट् आगमो भवति इति कारणतः सिद्धतिङ् प्रत्ययः यकारादयः, तदर्थं च नावलादयः. एवमेव यङ्गन्तरूपाणि यङ्गन्त यङ् लुगन्तरूपाणि च, येषु चतुर्षु स्थलेषु प्रत्ययः यकारादि इत्यतः तत्र कार्यसाम्यम् अस्ति. तदर्थं तेषां चिन्तनं सामूहिकरूपेण कृतम्. ओके, अत्र अर्धधातुकप्रक्रिया अस्ति किम् इति वयं अधुना जानीमः. प्रथमम् इडागमचिन्तनं, तदर्थम् इडागम इडागम अस्ति चेत् धातु प्रथमं धातु सेट् अनिट् अथवा वेतः प्रत्ययः इदानुकूलः न वा इति चिन्तनं करणीयं प्रथमम्. धातुगणचिन्तनमु धातुगणचिन्तनम् अर्धधातुकप्रक्रिया आवश्यकता नास्ति. जानीमः अर्धधातुकप्रक्रियायां गुण प्रत्ययः नास्ति, गुण धातुगुणचिन्तनं नास्ति. पूर्वम् अनिडादयाः अर्धधातुकप्रत्ययः केचन पठिताः. ओके, केचन धातवः अर्धधातुकप्रत्यय प्रत्ययः, बट् अनिडादयः धातुः प्रत्ययः इद अनुकूलः नास्ति. ते किम् इति चेत् निच् प्रत्ययः, निच् प्रत्यय वलादि नास्ति, अतः इदनुकूलः नास्ति. तदेव यकारादि आर्धधातुकप्रत्यय, तत्रापि वलादि अभावात् अनिट् अनुकूलम् अनिडानुकूलं कर्मणि यक् प्रत्ययः अत्र कुत्र अस्ति चेत् पुनः परस्मैपद आश् यक् प्रत्ययः कर्मणि प्रयोगे यक् प्रत्ययः परस्मैपदे आशीर्लिङ् लकारः अनिडादिषु अन्यतमः. वयं जानीमः आशीर्लिङ्गे यासुट् आगमः भवति इति कारणतः सिद्धिङ्गप्रत्ययः यकारादयः ते सदः तदपि वलादयः नास्ति. ततः यङ्गन्तरूपाणि यङ् लुग्गन्तरूपाणि च अर्धधातुक अनिडादयः यासुट् आगमो भवति इति कारणतः सिद्धिङ् प्रत्ययः यकारादय तदन् ओ ओके यङ्गन्तरूपाणि च अत्रापि यकार अस्ति, अतः वलादि नास्ति, अतः इडागमविषये प्रसक्तिः नास्ति. एषु चतुर्षु स्थालेषु प्रत्ययः यकारादि इत्यः तत्र कार्यसाम्यम् अस्ति, अतः वयं सामूहिकरूपेण कृतं अतः तदेव वयं प्रथमं दृष्टवन्तः खलु यद् अनिडादयः तद् प्रथमं दृष्टवन्तः. सम्यक्, धन्यवादः भगिनी. अत्र चतुर्षु स्थलेषु इत्यनेन निच् यक् आशीर्लिङ् यङ्गन्त यङ् लुकन्तरूपाणि तदेव सत्यं सत्यं यङ् यङ् लुगन्त इति एक एक एकः एव इति स्वीकृतं यङ् सत्यं सत्यं तदेव. धन्यवादः धन्यवादः उषा भगिनी. यत्र यत्र यत्र यत्र प्रक्रियासाम्यम् अस्ति तत्र एकत्र समूहरीत्या क्रमगतपाठः करणीयः. अनेन विषयग्रहणे सौकर्यं वर्तते इति मातुः पाठ्यक्रमस्य वैशिष्ट्यम्. सिद्धान्तकौमुद्यादिषु प्रक्रियाग्रन्थेषु एतादृशक्रमः न लभ्यते इति कारणतः तेभ्यः पाठ्यक्रमः स्वीक्रियते चेत् मार्गः कुटिलः पाठग्रहेण जाटिल्यं च. तदर्थं प्रथमतया सार्वधातुकप्रक्रिया अधीता लट् लोट् लङ् विधिलिङ् शतृषाणचिति तत्र सर्वत्र धातुगुणम् अनुसृत्य धातुगणम् अनुसृत्य पाठः अस्माभिः साधितः. सिद्धान्तकौमुद्यां लट् लकारस्य अनन्तरं लिट् लकारः पाठ्यते, किन्तु द्वयोः मध्ये महान् भेदः वर्तते इति कारणतः गुरुकुलेषु विश्वविद्यालयेषु च जनानां ज्ञानं सुदृढं न भवति. मातुः पाठ्यक्रमे प्रक्रियासाम्येन अस्माकं महान् लाभः. आं भगिनि, पूर्वं वयं दृष्टवन्तः यत् सार्वधातुकप्रक्रिया इति, सार्वधातुकप्रक्रिया कृते वयं दृष्टवन्तः लट् लोट् लङ् विधिलिङ्ग्, अपि च शत्रुषाणच् तिंशित् इति अत्र ओके शत्रुषाणच् अपि वयं दृष्टवन्तः. परन्तु सिद्धान्तकौमुदी रीत्या प्रक्रियाग्रन्थ तत् प्रक्रियाग्रन्थः इत्यनेन पाठग्रहणं जाटिल्यम् अस्ति. अपि च सिद्धान्तकौमुदी लघुसिद्धान्तकौमुदी अपि प्रथमं वयं लट् पठामः, अपि च लिट् अनन्तरं लिट् एव पठितवन्तः. लिट् पठितवन्तः द्वयोः मध्ये महान् भेदः अस्ति इत्यनेन सुदृढं नास्ति, ज्ञानं सुदृढं नास्ति. मातुः पाठ्यक्रमे अस्माकं महान् लाभः, यतोहि समूहरीत्या यत्र यत्र प्रक्रिया साम्यम् अस्ति तत्र प्रथमं पठामः इति, प्रक्रिया साम्यम् अस्ति इत्यनेन तत् वयं दृष्टवन्तः. इदानीं आर्धधातुकस्य इद् ओके. तर्हि यत्र लिट् पाठः अपि वयं न कृतवन्तः खलु एतावत्? आम्, लिट् पाठः न कृतवन्तः. पूर्वं अहं लघुसिद्धान्तकौमुदी पठितवती, लिटिल् बिट् पठितवती, परन्तु अत्र आवल्यामपि न दृश्यते. लिट् एव नूल् त्रिच् तुमुन् तव्यत् तुमुन् त्रिच् लिट् अस्ति प्रायः अग्रे महोदयेन. यत्र प्रक्रिया क्लेशः अस्ति इडागमस्य विषये तादृश तत्र अनन्तरं करोति इदानीं. हा, तद् प्रायः अनन्तरं करोति लिट् अपि सम्यक् एव भवति. लिट् अपि वयं पूर्वं लैक् द्वित्वं वयं पठितवन्तः. द्वित्व अभ्यासः तु सत्तु सामान्यकार्यं सर्वत्र भवति. प्रत्यय एव लैक् नलतिष्ठनमेव. आं, सत्यं, सत्र थल् इत्यस्य एव बहूनि कार्याणि सन्ति. आं, सत्यं, मध्यमपुरुषः एकवचनम्. आं, सत्यं, प्रत्येकस्य धातोः कृते अपि तत् चकार तद् योजनम् एकवारम् अहमपि बहु पूर्वं तद् पठितवान्. तदपि मातुः पाठ्यक्रमे पठामः कथमस्ति इति द्रष्टव्यम्. अस्तु भगिनि, अग्रे. तर्हि यत्र प्रक्रिया साम्यं भवति तत्र सामूहिकरूपेण पाठं कुर्मः, तद् अनुसृत्य इदानीं क्रमेण अनुसरामः. सद्यः लुट्लकारः अधीतः. लुट्लकारे जानीमः यत् तास् इति लकारनिमित्तिकविकरणप्रत्ययः भवति. लुट्लकारे जानीमः यत् तास् इति लकारनिमित्तिकविकरणप्रत्ययः भवति. स्यतासि लृ लुटोः इत्यनेन लुटि, लुटि परे धातुतः तासि भवति. धातुभ्यः विधीयमानः तास् न तिङ् न वा षित् इति कृत्वा आददातुकसंज्ञकः बलादि अपि इति कृत्वा इड् अनुकूलः. इदानीं तव्यत् तुमुन् त्रिच् अपि तथैव सन्ति. एते त्रयः प्रत्ययाः न तिङ् न वा षित् इति कृत्वा आददातुकसंज्ञकाः, बलादयः च वशादयः न इति कृत्वा इडनुकूलाः. अधुना अत्र पुनः इतोपि सादृश्यं वर्तते, यतोहि तास् प्रत्ययः तकारादिः एते त्रयः तव्यत् तुमुन् तृच् इत्यपि अपि तकारादयः. अस्य सर्वस्य दर्शनेन अवगच्छामः यत् लुट्लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकार्यं च भवति तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि. पुनः एतेषु त्रिषु प्रक्रिया साम्यं बहु अधिकम् अस्ति इत्यतः एतेषां त्रयाणां तकारादिकृत् प्रत्ययानां चिन्तनम् अस्मिन् पाठे मिलित्वा क्रियते. पश्चात् सकारादिप्रत्ययाः इडनुकूलप्रत्ययाः सामूहिकरूपेण पठ्यन्ते. अस्तु, यत्र प्रक्रिया साम्यम् अस्ति तर्हि सामूहिकरूपेण पाठं कुर्मः, तदनुसृत्य इदानीं क्रमेण अनुसरामः. वयं दृष्टवन्तः लुट्लकारः अधीतः. लुट्लकारे जानीमः यत् तास् इति प्रत्ययः लकारनिमित्तिक तास् प्रत्ययः भवति. स्यतासि लुटोः इत्यनेन लुटि परे धातुतः तासि भवति. धातुभ्यः विधीयमानः तास् न तिङ् न वा षित् तास् इति तिङ्गपि नास्ति षित् अपि नास्ति इति कृत्वा आददातुकः आददातुकसंज्ञा. अपि च वलादि अपि अस्ति. वलादि इति कृत्वा इडनुकूलः इति वयं जानीमः. इदानीं तव्यत् मुन्त्रिच् इत्यपि तथैव इडानुकूलः वलादिः अपि च आर्धधातुकसंज्ञा. एते त्रयः प्रत्ययः न तिङ् न भाषित् इति कृत्वा आर्धधातुक वलादयः ओके इति कृत्वा इडनुकूलाः. तदपि वयं जानीमः. अधुना अत्र पुनः इतोपि सादृश्यं वर्तते. सादृश्यं तव्यत् तुमुन् इति तकारादयः. तव्यत् तुमुन् अपि च तास् प्रत्ययः यत् वयं दृष्टवन्तः तदपि तकारादि इत्यनेन प्रक्रियासाम्यं वर्तते. अपि च सन्धिकार्यम् अपि च अङ्गकार्यं प्रक्रियासामूहिकं भवति. प्रक्रियासामूहिकरूपेण अस्ति इत्यनेन वयम् इदानीं तव्यत् तुमुन् तृच् इति वयं पठामः. अपि च तव्यत् तुमुन् इति अस्मिन् पाठे अग्रे अस्ति सकारादिप्रत्ययाः. तदपि इडानुकूलप्रत्ययाः इत्यनेन अस्तु भगिनि. तदपि पठामि. सत्यम्. आर्धधातुकसंज्ञकाः इडानुकूलः तकारादिप्रत्ययः साम्यक् तदेव. धन्यवादः भगिनि. धन्यवादः. विजया भगिनी, धातूनाम् आयोजनम्. अस्ति वा विजया भगिनी? अहं पठामि वा? हा पठतु महोदय. नास्ति वा? अस्ति एव खलु, आडियो सम्यक् नास्ति वा? अस्तु महोदय, भवान् पठतु. अहं पठामि महोदय. प्राप्तं. धातूनाम् आयोजनम् अर्धधातुकप्रक्रियायाम् अस्माकं सौलभ्यार्थं सर्वे धातवः चतुर्दशगणेषु विभक्ताः सन्ति इति जानीमः. चतुर्दशवर्गाः एते अकारान्ताः यथा हत गण रच इत्यादयः. आकारान्ताः पा ला वा दा धः. इकारान्ताः जि स्वि सि खि रि. ईकारान्ताः नि षि दि ह्रि वि. उकारान्ताः दृ नु खु गु षु. ऊकारान्ताः वु लु पु नु मु. ऋकारान्ताः हृ भृ दृ मृ कृ पृ मृ. ऋकारान्ताः ऋकारान्ताः जृ झृ पृ गृ पृ. एजन्ताः ग्लै म्लै दे द्यै पै चो चो इत्यादयः. अदु उपदाः एतत् हलन्तदातवः पट् चल् वद् सल् सक् पच् चट् इद उपदाः मित् मिद् चिद् विद् निद् मिल् उद उपदाः बुद् चुद् मुद् कुक् उक् ऋदु उपदाः तृष् वृष् नृत् सृद् वृत् वृद् अवशिष्टाः ये न सन्ति एतेषु एषु वर्गेषु यथा मील् सीक् बुक् अञ्च् इत्यादयः. एतत् वयं जानीमः पूर्वमेव, अत्र क्रमेण नास्ति एव. पुष्पादीक्षितमहोदयया एव एतत् अत्र अकारान्तः आकारान्तः इकारान्तः ईकारान्तः इति पृथक् पृथक्तया अस्माकं सौलभ्यार्थं दत्तम्. अग्रे पठामि वा महोदय? आम् सत्यम्. एतद् वर्गीकरणं तु बहुवारं वयं पूर्वमपि दृष्टवन्तः खलु, तदेव अत्रापि अत्रापि अस्मिन् कृदन्तपाठे अपि तदेव प्रचलति इति. आम् अग्रे भगिनि. धातूनां धातूनाम् इडागमचिन्तनं. धातवः केचन सेटः, केचन अनिटः, केचन वेटः इति पूर्वम् अधीतम् एव. धातुः सेट् वा अनिट् वा इति कथं ज्ञायते? एका च उपदेश अनुदात्तात् सूत्रेण निष्कर्षत्वेन अवगच्छेम यत् एकाच् धातुषु अनुदात्ताः अनिटः, उदात्ताः स्वरिताः च सेटः इति. उदात्तः अस्ति चेत् सेटः भवति, अत्र अनुदात्तः अनन्तरम् अत्र एकाच् अस्ति चेत् अत्र अनिटः भवति इति. अजन्ताः धातवः आधिक्येन अनिटः, अतः ये सेटः. अजन्ताः धातवः आधिक्येन अनिटः, अतः ये सेटः ते ज्ञातव्याः. केवलं चतुर्दश अजन्तधातवः कण्ठस्थीकरणीयाः. अनेन सर्वेषाम् अजन्तधातूनाम् ईड्व्यवस्था मनसि सिद्धा. हलन्तधातवः आधिक्येन सेटः. हलन्तधातुषु ये अनिटः ते स्मर्तव्याः. अजन्तधातुषु द्वादश धातवः स्वयं सेटः. श्री स्पि सी डि यु रु नु स्नु सु स्नु ऊरै उरङ्ग् इति अस्ति. एतत् स्वरितसूति श्रूयते धू दितौ वा इति सूत्रेण अत्र वर्गीकरणम् अत्र भवति. इदानीमत्र अजन्तधातुषु द्वौ धातु यो न केवलं स्वयं सेटौ अपि तु वर्गप्रतिनिधिः भवति. भू इति धातुः, अनन्तरं त्रू इति धातुः. भू इति भविता इति भवति, त्रू इति तरिता इति भवति. भूधातुः सर्वेषाम् ऊकारान्तधातूनां प्रतिनिधिः. तदेव अत्र तृ धातुः सर्वेषां ऋकारान्ताणां प्रतिनिधिः भवति इति तत्र दत्त महोदय. सम्यक् तदेव. धन्यवादः. धन्यवादः महोदय. भवान् पठति वा प्रत्ययानाम् इडागमचिन्तनम्? प्रत्ययानाम् इडागमचिन्तनम् आर्धातुकस्य इड्वलादेः. भगिनि किमर्थं क्षम्यतां महोदय, किमर्थं विजया भगिनी उक्तवती स्वरति सूति सूयति? तत्र ब्राकेट् मध्ये अस्ति. प्रत्ययानाम् इडागमचिन्तनम् आर्धातुकस्य इड्वलादेः नेड्वशीकृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते. तिङ् प्रत्ययः आर्धातुकः वलादिः अपि चेत् अयं प्रत्ययः इडानुकूलः इडागमानुकूलः. कृत्प्रत्ययः वलादिः अवशादिः चेत् अयं प्रत्ययः इडागम अनुकूलः. तत्र केवलम् आर्धात्विकतिङ्प्रत्ययस्य वलादि अस्ति चेत् तत्र इडागम अनुकूलः भवति, अनुकूल आनुकूल्यं भवति. कृत्प्रत्ययश्चेत् इतोपि एकमस्ति, अवशादिः स्यात् अत्र इति अस्ति. स्पष्टं वयं जानीमः. सूत्रत्रयम् अस्ति, इडागम चिन्तनस्य आर्धातकसीड् बलादेः इति सप्तमाध्यः द्वितीयपादस्य पञ्चत्रिंशत्तमं सूत्रमस्ति. नेड् वशिकृति इति तत्र इडागमनिषेध न इट् वशिकृति इति तत्र सप्तमः अष्टमसूत्रमस्ति. तृतीयमस्ति तितुत् तथिषु सरकेषु च इति सूत्रं. तत्र इत्येतेषां त्रयाणां सूत्राणाम् आधारेण सम्यक् परिशीलनन्तरम् आहत्य त्रिंशत् वलादि आर्धातुकप्रत्ययाः इडानुकूलाः वर्तन्ते इति ज्ञातम् अस्माभिः. तेषु चतुर्दश तकारादिप्रत्ययाः ते एव तवतु त्वा तव्य तुमुन् तव्य तृच् तृन् तास् तवै तवेन् तोसुन् त्वन् तवङ् इति तकारादि तकारादिप्रत्ययाः प्रत्ययाः सन्ति. तेषु तत्र तुमुन् तव्य तृच् अस्माकम् इदानीं पाठः अग्रे. पूर्वस्मिन् पाठे लुट्लकारः अधीतः. लुट्लकारे तास् इति लकारनिमित्तिकविकरणप्रत्ययः शतासि लुटोः सूत्रेण प्रथमस्तरे एव. लकारस्य स्थाने लकार अवस्थायाम् एव आयाति. लकार अवस्थायामेव आयाति, प्रथम आदौ एव भवति. तास् प्रत्ययः तकारादिः प्रत्ययः, सः लकारनिमित्तिकविकरणप्रत्ययः. तास् प्रत्ययः लुट्लकारं निमित्तीकृत्य आयाति. लुट्लकाररूपसिद्धिः इत्युक्ते आर्धातुकप्रक्रिया इति अस्ति. वयं जानीमः तत्र शतासिर् लुटो इति सूत्रेण तत्र लकारस्य स्थाने लकारावस्थायाम् एव आयाति इति अस्ति. तत्र तत् अन्येषु तत्र शप्पु इति तिङ्निमित्तीकृत्य भवति खलु तत्र इति. अत्र अतः एव लकारनिमित्तिकप्रत्ययः अस्ति. अत्र तिङ्निमित्त तत्र लकारनिमित्तप्रत्ययः इकविकरणप्रत्ययः अस्ति. इदानीं केषाञ्चन तकारादि आर्धातुककृत् प्रत्ययानां रूपसिद्धिः उच्यते. तव्य तुमुन् तृच् एते त्रयः प्रत्ययाः अपि तकारादि आर्धातुकप्रत्ययाः एव. किन्तु एते त्रयः कृदतिङ् सूत्रेण तिङ् वर्जिताः कृत्संज्ञकाः. वयं जानीमः कृद् यत् अस्ति तत्र कृद् यत् तिङ् भिन्नः तत् कृद् इति उच्यते. तिङ् वर्जिताः सर्वे कृत्संज्ञकाः, तावानेव भेदः. तास् तव्य तुमन् तृच् एतेषां रूपसिद्धौ प्रक्रिया साम्यं वर्तते. अतः एतेषां रूपसिद्धिः मिलित्वा कुर्मश्चेत् न कापि समस्या. एते त्रयः एते चत्वारः अपि तकारादिपत्याः अतः तत्र क्लेशः नास्ति. अर्धातुक एव लुट् प्रक्रिया ज्ञाता पूर्वं प्रक्रिया साम्यम् अस्ति इत्यतः तव्यत्वमन्त्र एतेषां रूपाणि इदानीं सौलभ्येन साधयितुं शक्नुमः. प्रत्येकं धातुतः तव्यत्वमन्त्रिच् इत्येतेषां त्रयाणां प्रत्ययानां संयोजनावसरे स्मर्तव्यानि नूतनानि सूत्राणि कानि इति पश्येम. तेषां रूपसिद्धेः विषये नूतनं किम् अध्येतव्यम् इति अधः दीयते. अतः प्रक्रिया साम्यम् इति कृत्वा साम्यम् अस्ति इति कृत्वा वयं मिलित्वा पठामः तव्यत्वमन्त्रिच् इति कृत्प्रत्ययानां योजनम्. अग्रे पठामि वा? प्रायः अरुणा भगिनी पठेत् महोदय. धन्यवादः अरुणा भगिनी. तृच् उषा भगिनी एतत् समीचीनतया अत्र श्रुतवती एव. अत्र स्वी स्वी इति झटिति अत्र स्वरति स्तूति स्वीति इति वेत्तः विषये एव अत्र सूत्रम् आसीत्. किमर्थम् अत्र मम मनसि स्फुरति इति अहं न जानामि. क्षम्यतां महोदय. नास्ति चिन्ता. तद् वेटः विषये एतत् अनुदानं आं महोदय. आं समीकरणम् आं भगिनि. तृच् तव्य तुमुन् विधानार्थं विधिसूत्राणि. तृच् प्रत्ययः नृल् तृचौ तृतीयाध्याये प्रथमपादे 133 सर्वेभ्यः धातुभ्यः नूल् तृच् च विहितौ कत्तरि कृत् इत्यनेन कर्तते एतौ प्रत्ययौ भवतः नूल् च तृच् च तयोः इतरेतर द्वन्द्वः नूल् तृचौ नूल् तृचौ प्रथमान्तम् एकं पदमिदं सूत्रं धातोः प्रत्ययः परश इत्येष अधिकारः अनुवृत्तिशतसूत्रं धातोः नूल् तृचौ प्रत्ययौ परे परौ अत्र तृच् प्रत्यय तृच् तव्य तुमुन् प्रत्ययविधानार्थं इति सूत्राणि अत्र दत्तं प्रथमं तृच् प्रत्यय कृते तृच् प्रत्ययः प्रथमसूत्रं नूल् तृचौ नूल् तृचौ सूत्रं वदति सर्वेभ्य धातुभ्यः नूल् वा तृच् नूल् तृच्च विहितौ कर्तरीकृतत्वेन कर्तृत्वे द्वौ प्रत्ययौ भवतः अनुवृत्तिसहितसूत्रमध्ये धातोः नूल् तृचौ प्रत्ययौ परौ अयं तृच् उदाहरणार्थं दत्तम् अयं तृच् प्रत्ययः कर्तृत्वे इत्युक्तम् अनेन ज्ञायते यत् यस्मात् धातोः तृच् विधीयते अनेन यः शब्दः निष्पन्नो भवति सः तस्य धातोः अर्थकर्तः इति यथा क्रु युग तृच् हल्लन्त्यम् इत्यनेन चकार लोपः भवति तस्य लोपः इत्यभ्यां चकारस्य इत्संज्ञा लोपश्च कर्तु युग तु कर्ता भवति पट्योगः तृच् पट् आं भगिनि पट् इति पट्योतृच् पठिता भवति योगः तृच् अनन्तरं तत्र कर्तृ इति भवति अनन्तरं सुप्रत्ययः तदेव प्रक्रिया अग्रिमधातोः कृते अपि पट्ययोगः तृच् अनन्तरं सु तृच् एव खलु सत्यमेव पठिता सम्यक् आम् आम् मध्ये पठितृ पदं पठितृ भवति तदनन्तरं पठितृ एव सु पठिता भवति पठिता इडागमः अपि भवति पठिता प्रायः अग्रे वक्ष्यते केवलम् उदाहरणमेव खलु अतः कर्तनार्थे तृच् प्रत्ययः तुमुन् अपि पठतु भगिनि तुमुन् प्रत्ययः तुमुन् प्रत्ययः प्रत्ययः विधिसूत्राणि तत् सम्बन्धसूत्राणि च दुमुन् मुलौ क्रियायां क्रियार्थायां तृतीयपादे चतुर्थ तृतीयध्याये चतुर्थपादे दशमसूत्रं तुमुन्नुलौ क्रियायां क्रियायार्थायाम् एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यद्यर्थे प्रथमायाः क्रियायाः धातुतः तुमुन् च नुल् च प्रत्ययो भवतः क्रियार्थायां क्रियायाम् उपपदे धातोः भविष्यति काले तुमुन् नुलौ प्रत्ययो भवतः इति काशिक अत्र इमौ द्वौ प्रत्ययौ तुमुन् नुल् भविष्यत् अर्थे तुमुन् भावार्थे नूल् च कर्तर्थे तत्रोपपदं सप्तमीस्तम् इत्यनेन क्रियार्थायाम् उपपदसप्तमे विभक्तौ स्तः पठितुं गच्छति इत्यस्मिन् पठनक्रियायां साधनार्थं गमनक्रिया वर्तते पठनम् अस्ति प्रयोजनं क्रियार्थायाम् उपपदसप्तमी विभक्तौ स्तः पठितुं गच्छ क्षम्यतां भगिनि पठितुं गच्छति तस्मिन् पठनक्रियायाः साधनार्थं गमनक्रियां वर्तते पठनम् अस्ति प्रयोजनं नाम लक्ष्यं गमनम् इति साधनं पठनम् इति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमनक्रिया अस्ति क्रियायार्थं क्रिया एतदर्थं गमनक्रियायाः उपपदसंज्ञा भवति तुमुञ्च नूल्च तयोः इतरेतरद्वन्द्वः तृमुल् वृच् तृमुल् नुलोः नुलौ क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्थाया तस्यां क्रियायार्थायां बहुव्रीहिः तुमुन्नुलौ प्रथमान्तं क्रियायां सप्तम्यन्तं क्रियार्थायां सप्तम्यन्तं त्रिपदमिदं सूत्रं भविष्यति गम्यादयः इत्यस्माद् भविष्यति इत्यस्य अनुवृत्तिः प्रत्ययः परश्च धातोः इत्येषाम् अधिकराहारः अनुवृत्तिसहितसूत्रं धातोः तुमुन्नुलौ प्रत्ययो परश्च भविष्यत् क्रियायार्थायां क्रियायां ओके प्रथमं तुमुन् प्रत्यय सूत्राणि अत्र दत्तं प्रथमं तुमुन् नुलौ क्रियायां क्रियार्थायां तत् सूत्रं वदति एकस्य क्रियासाधनार्थम् अन्य क्रियायाम् उपपदे अस्ति भविष्यदर्थस्थे भवति धातु तुमुञ्च नुल्च प्रत्ययो भवतः क्रियार्थायां क्रियायाम् उपपदे धातोः भविष्यत्काले तुमुन् नुल् प्रत्यये प्रयोज्यते इति काशिका वदति अत्र इमौ द्वौ प्रत्ययौ तुमुन् ओके नूल् तृच् तुमुन् नूल् इदौ इमौ दौ प्रत्ययौ तुमुन् नूल् भविष्यद्यार्थे प्रयुज्यते तुमुन् भावार्थे पद्यते नूल् च कर्तर्थे प्रयुज्यते तत्र उपपदं सप्तमी स्तम् इत्यनेन क्रियायां क्रियायार्थायाम् उपपदसप्तमे विभक्तौ स्तः हौ टु एक्स्प्लेन् भगिनि तद् अग्रे आगच्छति भगिनी तद् नास्ति चेत् अग्रिमसूत्रं तदेव तत्र उपपदं सप्तमी स्तम् इति तत्र क्रियायां क्रियार्थायाम् इति अस्ति खलु तद् तस्य विषये वदति तद् अग्रे आगच्छति तस्मिन् समये पठामः उदाहरणमस्ति पठितुं गच्छति अत्र पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते प्रयोजनम् अत्र पठनम् इति प्रयोजनं लक्ष्यं गमनम् अस्ति साधनं पठितुं गच्छति अत्र पठितुम् इति तुमुन् प्रत्यय दत्तं तत्र पठनक्रियार्थं गमनक्रिया वर्तते पठनम् इति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमनक्रिया अस्ति क्रियार्थायां क्रिया ओ गमन गच्छति इति क्रियार्था क्रियार्थक्रिया एतदर्थ गमनक्रियायाः उपपदसंज्ञा भवति तुमुन् नूल् ओके अनुवर्तसहितसूत्रं वदति धातोः तुमुन्नुलौ प्रत्ययोः प्रत्ययौ परश्च भविष्यत् क्रियार्थायां क्रियायाम् अत्र सूत्रं वदति क्रिया द्वयम् अस्ति एकं क्रियासाधनार्थम् अन्यक्रिया अपि उपपदे भविष्यत्तर्थे भवति तत्रोपपदं सप्तमिस्तं पठामि भगिनि तद् अग्रे पठामः तद् एवम् अत्र तु क्रियायां क्रियार्थायाम् इत्यत्र क्रियायाम् इति उपपदे सति तत्र भविष्यदर्थे भवति तुमुन् इति पठितुं गच्छति इत्यत्र यत् पठन इति क्रिया अस्ति तत्र तस्य कृते तु गमनमपि आवश्यकं खलु तत्र पठनम् इति भविष्यदर्थे भवति. अत्र गमनक्रिया इति क्रियार्था क्रिया, पठन इति क्रियाः क्रियायाः कृते अन्यत् क्रिया अपि आवश्यकं, गमनक्रिया. अतः गमनक्रिया क्रियार्था क्रिया, तस्य विषये एव क्रियायां क्रियार्थायाम् इत्यत्र एव तत्र उपपदसप्तमी अस्ति इति वदति. समीचीनं भगिनी, धन्यवादः. धन्यवादः. तदेव अतः तत्र नुवुल् त्रिच् तुमुन् इति प्रत्ययद्वयं द्वयमपि भविष्यदर्थे, तुमुन् तु भावार्थे, नुवुल् तु कर्त्रार्थे अस्ति. उपपद इति तस्य विषये उक्तं वा? अस्तु, उषा भगिनी तत्र उपपदं सप्तमी स्तं पठतु, अनन्तरं समापयामि. अस्तु, समीपे स्तम् उपपदं तावदेव. तत्रोपपदं सप्तमी स्तं, तत्रोपपदं सप्तमी स्तं धातोः इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमी विभक्त्याम् अस्ति तेन निर्दिष्टं पदम् उपपदसंज्ञकं भवति. एतेषु सूत्रेषु सप्तमी विभक्त्याः अर्थः अस्ति उपपदसप्तमी. तेषु तत्र इत्यपि अन्वेति सतिसप्तमी इति अर्थे. यत् सूत्रं धातोः इति सूत्रस्य अधिकारे अस्ति इत्युक्ते तृतीयाध्यायस्य अन्तपर्यन्तं सप्तमी विभक्त्या, यत् सूत्रं धातोः इति सूत्रस्य अधिकारे अस्ति सप्तमी विभक्त्या, ओके न न यत् इति सूत्रस्य अधिकारे अस्ति सप्तमी विभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति. आम्, यत् सूत्रं धातोः इति सूत्रस्य अधिकारे अस्ति सप्तमी विभक्त्या निर्दिष्टपदम् उपपदसंज्ञा भवति. अस्तु, अधिकारे अस्ति इत्युक्ते तृतीयाध्यायस्य अन्तपर्यन्तम्. ओके, अपि च तत्र इत्यनेन तस्मिन् उपपदसंज्ञकपदे सति नाम तस्य उपस्थितौ, आम् तस्मिन् उपपदसंज्ञकपदे सति तेन सूत्रेण यः प्रत्ययः विधातव्यः स च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते, तस्मिन् च सत्येव वक्ष्यमाणः प्रत्ययः स्यात्. अस्तु, प्रयत्नं करोमि. ओके, धातोः तत्रोपपदं सप्तमी स्तम् इति सूत्रमस्ति तृतीयाध्याये प्रथमपादे 92 द्वानवतितमसूत्रं धातोः इति सूत्रस्य अधिकारे, दट् इस् 391. ओके, धातोः इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमी विभक्त्याम् अस्ति, सो धातोः अधिकारे भवेत्, अपि च सप्तमी पदं सप्तमी विभक्त्याम् अस्ति, सप्तमी विभक्ति भवति, अपि च तेन निर्दिष्टं पदं, सो सप्तमी विभक्तिपदम् अस्ति धातोः अधिकारे भवति सूत्रं, तस्य सूत्रस्य सप्तमी विभक्तं पदम् उपपदसंज्ञकं भवति. एतेषु सूत्रेषु सप्तमी विभक्त्याः अर्थः अस्ति उपपदसप्तमी. एकम् उदाहरणं वदामि वा? सम्यक् भवति तदा. तत्र कर्मणि यण् इति सूत्रमस्ति 3-2-1. तत्र सूत्रे कर्मणि इति सप्तमीस्तं पदम्, अतः तत्र कर्मणीयन् इति सूत्रस्य प्रयोगे कर्मणि इति पदेन इति यस्य पदस्य निर्देशः भवति तद् उपपदसंज्ञा प्राप्नोति. अत्र एकम् उदाहरणं प्रदर्शितं, यथा कुम्भं करोति सः इति इत्यस्मिन् वाक्ये कर्मणि यण् इति सूत्रेण अण् प्रत्ययः विधीयते. कर्मणि अण् खलु, कर्मणि यण्, सम्यक्. अत्र कर्मणि इति पदेन कुम्भ इत्यस्य निर्देशः क्रियते, अतः कुम्भशब्दः उपपदसंज्ञा भवति. अस्तु अतः तत्र उपपदम् अतिङ् इत्यनेन उपपदसमासं कृत्वा कुम्भकारः इति तत्र रूपं भवति एकम् उदाहरणं कर्मणि इति सप्तमी विभक्ति अस्ति इति उपपदसंज्ञा अस्ति चेत् तस्य धातोः अनन्तरं यद्दातः धातुः अस्ति तस्य कृते अण् प्रत्ययः विधीयते इत्येव उपपदसंज्ञा इत्यस्य प्रयोजनम् सत्यं कुम्भ कृ इति धातुः अण् इति प्रत्ययः तत्र उपपदं सप्तमी इत्यनेन कुम्भ इति शब्दस्य उपपदसंज्ञा कृ धातोः अण् प्रत्ययः परन्तु तत्र तु अण् प्रत्ययः विधीयते इत्येव उक्तं धातोः इति वयं जानीमः धातोः इति अधिकारे अस्ति अधिकारे अस्ति इत्यनेन अनन्तरं कार्यं सर्वं कर्मणि इत्यनेन अत्र कर्मपदम् इति वयं स्वीकर्तव्यं यः कुम्भं करोति सः कुम्भं कर्म कर्म कर्मणि तर्हि अत्रापि क्रियार्थायां क्रियायाम् इति तत्र सप्तमी अस्ति क्रियार्था क्रियाया अस्ति तस्मात् भवति क्रियाद्वयमस्ति तत्र यत्र क्रियार्था क्रिया अस्ति तस्य भवति किमर्थमिति चेत् तत्र सप्तमी अस्ति क्रियायां क्रियार्थायाम् इति सप्तमी निर्दिष्टम् अस्ति इति निर्दिष्टं सत्यं क्रियार्थायां क्रिया क्रियार्थायां क्रिया अत्र किम् अस्ति कुम्भकार क्रियार्थायां क्रियां खलु कुम्भकारः इत्यत्र न तत्र सो तत्र सत्यं तत्र तु कर्मणि तद् भिन्नं तद् उदाहरणं भिन्नम् एतद् भिन्नं पठितुं गच्छति इत्यत्र क्रियार्थायां क्रिया गच्छति इति तत्र सप्तमी किम् इति द्रष्टव्यं तदेव उपपद सो अस्माकं कृते गच्छति इत्येव उपपदमस्ति उपपदसंज्ञा गमनक्रिया गच्छति इति न गमनक्रिया एव उपपदसंज्ञा अस्ति अस्माकं कृते अस्तु प्रायः अग्रे इतोपि स्पष्टं भवति परन्तु उदाहरणत्वे आम् सो 3310 तुमुन्मूलौ क्रियायां क्रियार्थायाम् अपि धातोः अधिकारे एव अस्ति सत्यं सत्यं तत्र सप्तम्यां किं सप्तमी इत्यनेन किं निर्दिष्टम् इति यदा वयं पश्यामः तत्र क्रियायां क्रियार्थायाम् इति सप्तमी खलु द्वयोः क्रियार्था क्रिया अस्ति तस्य तस्मात् भवति यत् क्रिया क्रियार्थायाम् अस्ति तदेव गमनक्रिया इति पठनक्रियायाः कृते गमनं क्रियार्था क्रिया इति तत्र क्रियार्था क्रिया इति गमनं क्रियार्था क्रिया इति गमनं गमनं तत्र अस्तु अस्तु तद् पठनस्य कृते आम् तत्पठन क्रियाद्वयं तत्र भवेत् खलु एका क्रिया तु भविष्यत्कालं द्योतयति द्वितीयक्रिया विना प्रथमक्रिया कर्तुं न शक्नुमः यदा गमनक्रिया भवति भविष्यति तदा एव वयं पठिष्यामः अतः क्रियार्थायां क्रिया क्रियायां क्रियार्थायाम् अथवा क्रियार्थायां क्रियायां अपरक्रिया तत्र कस्मिन् अपि लकारे भवितुमर्हति खलु भविष्यत् सत्यं सत्यं गमिष्यति भूतकाले सत्यं पठितुं गमिष्यति अग्रे गमिष्यति इति चिन्ता सत्यं पठितुम् सत्यम् आम् पठितुं गतवान् इति अथवा पठितुम् अगच्छत् गतवान् अपि साधु एव परन्तु तत्र सूचना अस्ति सः गत्वा पठिष्यति इति परन्तु तद् अभवत् तद् गत्वा पठितवान् इति तत्र गत्वा अमेरिकां देशं गत्वा पठितवान् पठितवान् पूर्वम् इति परन्तु तस्मिन् समये तद् भविष्यदार्थे एव स्यात्। परन्तु तत्र कुत्रापि पठितं कुत्र इति न स्मरामि, तुमुन् इत्यस्य बहवः अर्थाः सन्ति, एकम् एव तत्र प्रविश्यतर्थे इति अस्ति, अन्यद् अन्यदर्थे अपि अस्ति इति कुत्रचित् पठितं, कुत्र इति न स्मरामि, प्रायः नीलेश् महोदयस्य किमपि स्यात्। न न, अस्मिन् पाठे एव अस्ति, अस्मिन् पाठे एव अस्ति वा, कुत्रचित् तत् तदेव भविष्यदिति एकः अर्थः, न तु पूर्णतया तदेव अर्थः इति न, अन्यमुन् इति अर्थः सूत्रमस्ति तत्र अधः अस्ति, कालसामान्य अपि भवति, तदेव सूत्रं किं महोदय? तत्र 3.3.138 कालसामान्येषु सुतुमुनि तत् दत्तमस्ति, अधः अधः एव अस्ति, कालसामान्येषु अपि च पर्याप्ति वचनेषु अलमर्थेषु इत्यपि तुमुन् अस्ति तत्रापि, तस्मिन् अर्थे अपि आम् सत्यम्। अपि च शक् दृश्य च ज्ञा ग्ला तत्र तदपि अस्ति, तत्र सूत्रं भिन्नभिन्नसूत्राणि सन्ति, भिन्नभिन्नसूत्राणि सन्ति, अतः समानकर्तृकेषु तुमन् इति अस्ति तदपि अस्तु। वयं तु तत्र उपपदं सप्तमी अस्तं सप्तमी स्तम् इति आरभ्य एव अग्रिमसप्ताहे पठिष्यामः, तत्र बहूनि सूत्राणि सन्ति चेत् मन्दमेव गच्छामि भगिनि, मन्दम् एव गन्तव्यं तत्र उक्तवती खलु महोदयस्य वर्गे एकवर्षपर्यन्तम् एतत् एषः पाठः एव प्रवृत्तः आसीत्। अत्र प्रक्रिया सुलभमस्ति परन्तु तस्य प्रयोगः विषये अस्माकं ज्ञानं नास्ति, आम् सत्यं सत्यम्, अहं मन्दं गच्छामः परन्तु तत् स्थानिवत् तत् चत्वारि सूत्राणि अपि कुत्रचित् कदापि पठनीयं, तदपि मध्ये पठिष्यामः तदपि। भोजनक्रियायां क्रियार्थायाम् अहं गमिष्यामि, अस्तु भगिनि, अस्तु अस्तु, धन्यवादः, शुभरात्रि, धन्यवादः, शुभरात्रि महोदय, धन्यवादः, धन्यवादः, नमस्कारः, नमस्ते।